तर्हि नमस्सर्वेभ्यः. अस्माकम् अष्टतमः वर्गः एषः. तं वर्गं प्रति स्वागतम्. आदौ यथा प्रकारः मङ्गलम् आचराम. विजयमहोदय. शान्तितुल्यं तपो नास्ति तोषान्न परमं सुखं नास्ति तृष्णा परो व्याधिः न च धर्मोदया परः. देर् इस् नो अचीव्मेण्ट् लैक् पीस्. देर् इस् नो हेपिनेस् लैक् सेटिस्फेक्षन्. देर् इस् नो डिसीस् लैक् डिज़ैर् एण्ड् देर् इस् नो धर्म रिलिजियन् और् प्रेक्टिस् लैक् मर्सि. धन्यवादः महोदय. धन्यवादः. तर्हि इदानीं वयं विभक्तिवल्लर्याः अपि च गीतासोपानस्य पठनं कुर्वन्तः स्मः. तत्र द्वितीयाविभक्तेः अभ्यासं कृतम्. अद्य गीतासोपानं प्रति गच्छामः. तत्र गीतासोपानस्य दशमतमं पुटम् उद्घाटयन्तु. दशमतमं पुटं 10th पेज्. तत्र द्वितीयबिन्दुतः करणीयं. तत्र प्रकोष्ठे पुंलिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गानि लिङ्गरूपाणि दत्तानि सन्ति. ततः शब्दान् चित्वा युक्तप्रश्नः प्रष्टव्यः. विच् मीन्स् यू हेव् टु चूस् द करेक्ट् blank or the correct question you have to ask. You have to ask the question, okay? Prashtavyaha, that means you have to ask. Vijay Thanki Mahoday, arambham karotu. Etani Rupani. Etani Rupani Pathitva Etesham Uttaranam Prashtavakyani Likhata. Artham karotu. एतानि रूपाणि रीड् द सेण्टेन्सेस् एण्ड् गिव् द आन्सर्स् बै मेकिङ्ग् क्वश्चन्. तत्र पठित्वा कीदृशं पदं पठित्वा? तुमुल् नास्ति, पठितुं नास्ति. तत्र तुं नास्ति, पठित्वा. पश्यतु तत्र अन्ते किमस्ति. पठित्वा कृत्वा पठित्वा ऐ रिमेम्बर् बट् the word is not coming in my mouth. Ha, Vishalakshi bhagini, bhavatyah mukhe agacchati kim pachyatu. Patitva kidrisham padam, Vishalakshi bhagini? No, I have no idea. Tva, tva pratyaya, kila tva, it's ending with tva, isn't it? Tatra ante kim asti, patitva, patitum, tumam pratyaya. Achcha, like that. Patitva. पठित्वा आफ्टर् रीडिङ्ग्. पठित्वा इस् आफ्टर् रीडिङ्ग्. आफ्टर् रीडिङ्ग्. अस्तु, विजय महोदय आरम्भं करोतु. विशालाक्षी भगिनी म्यूट् मध्ये तिष्ठतु प्लीस्, कृपया. यथा एषः ग्रन्थालयः. एषः कः? एते छात्राः. ग्रन्थालयः इत्युक्ते किम्? दिस् इस् लैब्ररी. लैब्ररी. एते छात्राः. दीस् आर् स्टूडेण्ट्स्. प्रश्नवाक्यं वदतु. के छात्राः? नैव के छात्रः नैव बिकास् इफ् यु नो द क्वश्चन् छात्रः मीन्स् यु नो द आन्सर् करेक्ट् यु आस्किङ्ग् द क्वश्चन् पश्यतु उदाहरणे एषः ग्रन्थालयः एषः कः तत्र पुंलिङ्गे अस्ति इत्युक्ते पुंलिङ्गे एकवचने अस्ति इत्युक्ते तत्र एषः इति प्रयुक्तम् एते के हा एते के अवगतं विशालाक्षि भगिनी अवगतं किम् यस् यस् दट् ऐ अण्डर्स्टुड् दट् ऐ अण्डर्स्टुड् अस्तु विजयशङ्कि महोदय अग्रे एतत् मन्दिरम् एतत् किम् उत्तरम् उत्तमम् एताः सञ्चिकाः एताः काः उत्तमम् एतौ महोदय सञ्चिका इत्युक्ते किम् नो ऐडिया विशालाक्षी भगिनी जानाति किम् सूट्केस् आहा फैल् फैल् फैल् फैल् एफ् ऐ एल् इ फैल् सो बिकास् देर् इस् सञ्चिकाः फैल्स् एफ् ऐ एल् इ एल् एल् अच्छा अच्छा एफ् ऐ एल् इ ओके ओके फैल् फैल् सो फैल्स् बिकास् इट् इस् इन् द प्लोरल् अस्तु अग्रे ओके ओके एतौ सहोदरौ एतौ कौ अर्थं वदतु सिब्लिङ्ग्स् तौ टु सिब्लिङ्ग्स् मेल् आर् फीमेल् मेल् मेल् आर् इट् कुड् बि वन् मेल् वन् फीमेल् बट् वन् मेल् इस् डेफिनेट्लि देर् ओके बिकास् यस् एतौ इस् अ पुल्लिङ्ग् आम् सत्यं नो न वेन् एवर् देर् आर् टु नौ विशालाक्षी भगिनी अण्ड् विजयसङ्की महोदया देर् एतौ छात्रौ विच् वन् टु यूस् वेदर् टु यूस् फीमेल् आर् मेल् इट् इस् द मेल् ओन्लि ओके ओके एषा सखी एषा का उत्तमम् एते बान्धवाः एते के उत्तमं धन्यवादः धन्यवादः धन्यवादः विशालाक्षिभगिनी अग्रिमं करोतु सः सचिवः सः कः उत्तमं सचिवः इत्युक्ते किं सचिवः सचिवः इस् मिनिस्टर् आम् सत्यं या तानि पर्णानि तानि कानि ते नक्षत्रे ते के ते के अत्र नक्षत्रे वचनं किम् नक्षत्रे इस् पुल्लिङ्ग पुंलिङ्गदण्डे विसर्गः नक्षत्रं सो इट् इस् नपुंसकलिङ्गं नपुंसकलिङ्गम् ओके ओके बट् देर् आर् टु देन् इट् बिकम्स् टु ते टु देन् देर् आर् टु सो ते नक्षत्रे ते नक्षत्रे ओके ते के ते नक्षत्रे देर् इस् अ लिटिल् बट् देन् यु गेट् यूस् टु इट् बिकास् यु विल् नो देट् नक्षत्रम् इट् इस् नक्षत्रं नाट् नक्षत्री नाट् स्त्रीलिङ्गं तौ कार्यालयौ कार्यालयौ तौ कौ कार्यालयौ इत्युक्ते किम् इट् इस् office api cha kati kati offices kati kati santi tatra what means santi how many santi pustakani how many sandhi? Are there ah. how many are there so two are there ah uttam tadri oh god yeah. taha vignyapikaah taha kaah vignyapikaah itukte kim vignyapikaah is journalist or advertisement no okay journalist. advertisement okay advertisement okay sadri sa vriddha saka धन्यवादाः भगिनी धन्यवादाः विजय महोदय पठतु अग्रिमम् इलेवेन्थ् पेज् आम् अजन्ताः शब्दाः इत्युक्ते किम् अजन्ताः शब्दाः अजन्ताः शब्दाः इत्युक्ते अच् अन्ताः शब्दाः अच् अन्ताः शब्दाः तत्र सन्धिकार्यं कृतमस्ति नाम येषां शब्दानाम् अन्ते स्वराः सन्ति ते शब्दाः इत्युक्ते एतेषां शब्दानाम् अन्ते अ इ उ ऋ ऋ ए ओ ऐ अथवा औ सन्ति आङ्ग्लभाषायां वदामि तु पाणिनी गिव् अस् द महेश्वराणि सूत्राणि विच् एव्रिबडि नोस् ओके नोस् इन् द सेन्स् यु नो दट् ऐ होप् दट् यु नो द बेक्ग्रौण्ड् दट् हि वेण्ट् टु द हिमालया एण्ड् हि हर्ड् द डम्रू साण्ड् एण्ड् फ्रोम् देर् he got these maheshwarani sutrani he it was it inspired him to write these maheshwarani sutrani and this what are these maheshwarani sutrani we don't need to learn them now we can if you are interested we can learn them but you'll do it anyway when you are doing panini grammar okay so these maheshwarani sutrani it is an arrangement of alphabets in a particular order so as to be easily you can apply the rules to a group of alphabets okay so as per these rules ach indicates all vowels so just as we know that when we say a plus b the whole square you know it is equal to a squared plus 2ab plus b squared etc like that only as soon the idea is instead of saying all vowels all swaras etc because he wants to use them in formulae because he wanted to use them I should say because he wanted to use them in formulae he has because sanskritam is about brevity about making it as small as possible and making it as big as possible also so when you talk about brevity for formulae you need brief whatever is easy to remember easy to understand so instead of saying all vowels instead of saying a e e etc he says it is called ach pratyaharah ach pratyaharah so this is what ach antah shabdah that means all words ending in ach pratyah ach pratyah sorry ach pratyaharah what does it have it has all vowels in it that is what we need to understand अवगतम् अवगतं विशालाक्षि भगिनी विजय सङ्गी महोदय इदानीं पठतु अजन्ताः शब्दाः उच्चैः पठत लिखत च एषः कविः एषः ऋषिः एतौ कवि ओके एतौ कवी नौ वट् विल् बि देयर् इन् द ब्लिङ्क्स् पठतु अग्रे पठतु एते कवयः एते कवयः सः तरुः नैव नैव नैव ब्लाङ्क् करणीयं किल ओके सो नौ वि सेड् अच् अन्ताः शब्दाः ओके सो कविः what do you think is the pratipadikam what is the root word तत्र प्रातिपदिकं किम् कवि कवि अन्ते किम् अस्ति विजयसङ्ख्यमहोदय वदतु अन्ते स्वरः कः अन्ते कवि इति शब्दस्य अन्ते स्वरः कः ई ओके सो नौ दिस् फस्ट् लैन् एषः कविः एतौ कवी एते कवयः ते इकारान्त पुंलिङ्ग् शब्दस्य शब्दानाम् इति वदामः पुंलिङ्ग् शब्दानां रूपाणि दास्यन्ति ओके सो दीस् फस्ट् सेण्टेन्स् गिव्स् द फार्म् आफ् आल् वर्ड्स् विच् हेव् ई इकार एस् द एण्डिङ्ग् विच् आर् मेल् जेण्डर् ओके पुंलिङ्ग इकारान्तः शब्दः तर्हि एवमेव करणीयं ऋषिः अग्रे करोतु द्विवचनस्य एषौ ऋषी एषौ किमर्थं सोरि एतौ ऋषिः ऋषि हा एतौ ऋषी अग्रे एते ऋषयः उत्तमम् इदानीं द्विवचनस्य रूपाणि रूपं दत्तमस्ति यति इदानीम् एकवचनस्य अपि च बहुवचनस्य करोतु एषः यतिः एतौ यति यति एते यतयः यतयः तत्र कविः संस्कृते कविः इत्युक्ते ज्ञानी अपि च पोयट् अपि बोत् इट् मीन्स् बोत् ऋषिः तु जानीमः एव तत्र यतिः इत्युक्ते स्वामी यतिः वन् हु डस् साक्रिफैस् यतिः अस्तु धन्यवादः महोदय विशालाक्षी भगिनी अग्रे पठतु सः तरुः दिस् इस् अ ट्री सः दिस् सः इत्युक्ते दिस् अथवा देट् देट् सः देट् देट् करेक्ट् तौ तरु ते तरवः इदानीं सः क्षम्यता सः तरुः That is a tree. Idani. Pratipadikam kim? Pratipadikam? Taru. Taruhu shabdasi. Taru. Tatra ante swaraha kaha? Ukaranta. That is uka. Ukaranta. Ukaranta. Pumling shabdaha asti. Ukaranta. Pumling shabdaha asti. Idani. Agre karutu. Agre karutu. Saha. प्रभुः तौ तौ प्रभुः ते प्रभवः तर्हि सर्वेषाम् उकारान्तः पुंलिङ्ग् शब्दानां कृते एवम् एव रूपं साधनीयम् अस्तु धन्यवादः इदानीं धन्यवादः विजयसङ्की महोदय विजयथङ्की महोदय अग्रिमं पठतु भवान् योद्धा भवन्तौ योद्धारौ भवन्तः योद्धारः इदानीम् अहं वदामि तत्र योद्धा यथा पितृ अस्ति पितृ यथा मातृ अस्ति तथा एषः शब्दः ऋकारः अस्ति ऋकारान्तः शब्दः ऋकारान्तः शब्दः द प्रातिपदिकम् ऐ विल् टेल् यू बिकास् इट् इस् नाट् देट् ईसि योद्ध इस् द प्रातिपदिकं योद्ध अपि च भवान् अस्ति भवान् तर्हि लिङ्गं किं वदतु विजय महोदय पुंलिङ्गं पुंलिङ्ग तर्हि पुंलिङ्ग ऋकारान्तः शब्दः इदानीम् अग्रे करोतु भवान् भोक्ता भवन्तौ भोक्तारौ. उत्तमं. भवन्तः भोक्तारः. उत्तमम्. अग्रे भवान् श्रोता. What is bhokta, sorry? Bhokta is one who enjoys. Okay. Bhogi, bhogi like that, bhokta. One who enjoys, one who is consuming. Okay, thank you, thank you. Bhavan shrota. Bhavantau shrotarau. Uttamam. Bhavantaha shrotaraha. Uttamam. Dhanyavadah. Vishalakshi Bhagini. अग्रिमं करोतु. एषा यष्टिः. वाट् दिस् इस् स्टिक्. यष्टि इस् स्टिक् इस् इट्? आम् आम् आम्. बीम् स्टिक् ट्विग् मल्टिपल् मीनिङ्ग्स् अदे. बोटल्स् वाटल्स् इस् इट् से स्टिक् एण्ड् ट्विग् ट्विग् टि डब्ल्यु ऐ जि ट्विग् एषा यष्टिः. एते यष्टी. एताः यष्टयः. लिङ्गं इदु स्त्रीलिङ्गम् इकारान्तक या इकारान्तक स्त्रीलिङ्गम् स्त्रीलिङ्गं स्त्रीलिङ्गं. एषा तिथिः. एते तिथी. तिथिः ओन्लि थी देरोय तिथिः अस्ते. एते तिथी. एताः तिथ्यः. तत्र उदाहरणं पश्यतु. यष्टिः यष्टयः. तत्र ईकारस्य लोपः भवति. दट् ईकार गोधवे तिथयः. अवगतं किल? या अवगतं. अण्डर्स्टुड्. धन्यवादः धन्यवादः भगिनी. तत्र आदित्य महोदय भवतः पुरतः तत्र गीतासोपानम् अस्ति किं प्रथमभागः? आदित्य महोदय वक्तुमिच्छति किम्? मम ध्वनिः श्रूयते किम्? आदित्य महोदय वक्तुमिच्छति किं? न श्रूयते भवतः ध्वनिः न श्रूयते. आदित्यमहोदय नास्ति इति मन्ये. अस्तु चिन्ता नास्ति. विजयसन्ति महोदय भवान् एव पठतु. सा धेनुः. ते धेनु. ताः धेनवः. अत्र कीदृशं पदं? तत्र प्रातिपदिकं किं? धेनुः. ओकारान्त लिङ्गं किं? पुल्लिङ्गि. स्त्रीलिङ्गं. स्त्रीलिङ्गम् अस्ति. अपि च एकं वक्तुम् इच्छामि. तत्र धेनुः अपि च गोः मध्ये भेदः कः इत्युक्ते, धेनुः इति स्तनपानं यत् वत्सं करोति तत् धेनुः, विच् मीन्स् दट् द डिफ्रेन्स् बिट्वीन् धेनुः एण्ड् गोः इस् दट् धेनुः यु यूस् दिस् वर्ड् फार् अ काव् दट् इस् फीडिङ्ग्. ओके, गोः इस् आल्सो काव्, धेनुः इस् आल्सो काव्, बट् द डिफ्रेन्स् ओवर् देर् इस् दट् धेनुः इस् फार् वन् हू इस् फीडिङ्ग् इट् काफ् हर् काफ् सारि. ओके, अस्तु महोदय अग्रे करोतु. सा रज्जुः. ते रज्जु. ताः रज्जवः. उत्तमम् उत्तमम्. सा रज्जु अग्रे अग्रे स्वसा स्वसारौ स्वसारः इदानीं तद्दृष्ट्वा तद्दृष्ट्वा प्रातिपदिकम् ऊहयतु प्रातिपदिकम् ऊहयतु फोर् स्वसा प्रातिपदिकं किं स्वसा स्वसारौ स्वसारः योद्धा योद्धारौ योद्धारः नो कथं योद्धा वाट् डिड् ऐ से योद्धा योद्धृ ऋकारः अस्ति किल योद्धृ ऋकार भोक्तृ श्रोतृ ऋकारः अस्ति अन्ते ऋकारः अस्ति तत्र श्वस्तृ सिस्टर् श्वस्तृ सिस्टर् ओके प्रातिपदिकं स्वसा स्वसारौ स्वसारः अग्रिमं पठतु एतत् अस्थि एते अस्थिनि एतानि अस्थिनि अस्थिनीनि अस्थिनि सोरि तत्र लिङ्गं किम् अस्ति अस्ति अर्थं वदतु इट्स् बोन् इस् बोन् इस् टु बोन् अग्रे अग्रिमं करोतु एतत् अक्षि अक्षि एते अक्षि सोरि अक्षि एतत् अक्षि एते अक्षी एतानि नैव अस्ति पश्यतु अस्थीनि अस्ति अस्थीनि अभवत् तर्हि अक्षी किं भवति एते अक्षीणि अक्षीणि मूर्धन्य णकार यतोहि तत्र एतानि अक्षीणि अक्षीणि अत्र लिङ्गं किम् स्त्रीलिङ्गम् एतत् अस्ति एते अस्तिनि एतानि अस्तीनि तत्र लिङ्गं किं नपुंसकलिङ्गम् नपुंसकलिङ्गम् अस्ति अपि च अन्ते अन्ते स्वरः कः इकारः ह्रस्व इकारः धन्यवादः महोदय तत्र विशालाक्षि तत् जानु जानु ते जानुनि तानि जानुनि जानूनि जानु मीन्स् लेग्स् नो नि ओके या उकारान्तः नपुंसकलिङ्गं तत्ते तानि करेक्ट् आं सत्यं उत्तमम् तत् अम्बु ते अम्बुनि तानि अम्बूनि अम्बु इत्युक्ते किं तत् मधु अम्बु इत्युक्ते किं क्षम्यतां भगिनि अम्बु इत्युक्ते किम् अम्बु नो ऐ डोण्ट् हेव् एनी ऐडिया वाट् इस् अम्बु विजयथङ्की महोदय वदति किम् नो ऐ डोण्ट् नो जलं जलं ओ वाटर् अम्बु इत्युक्ते जलं वाटर् तत्र यु मैट् इट् मैट् बि अ लिटिल् सर्प्रैसिङ्ग् दट् युर् सेयिङ्ग् टु वाटर्स् but that's how the Samskritam language is. Okay? So okay. Even if water cannot be counted as two, you will always have the vachana because it all goes by the words. Keep on remembering that. Mm. Tell yourself, it is all the lingam goes by the words and not the object. Okay. Agrimam karotu. Tat madhu. Madhu means this honey. Aam satyam. It? Aam satyam. Satyam. Satyam. Tat madhu. Te madhuni. Tani madhuni. Madhuni. Tani madhuni. Madhuni. Uttama. Dhanyavada. Aditya mahode nasti. अस्तु चिन्ता नास्ति. इदानीम् अग्रिमं भवन्तौ पठन्तु, पठताम् इति वदनीयं, यतोहि अभ्यासस्य आवश्यकता अस्ति. अस्तु, विजयसङ्की महोदय आरम्भं करोतु. थर्टीन्थ् पेज् ओके. आम् एतानि रूपाणि पुनः पुनः उच्चैः पठत जानीत च. वदतु अर्थं वदतु. पुनः पुनः उच्चैः रिपीट दीस् वर्ड्स् एण्ड् स्पीक. Sorry, my English is not as good as yours, so may I speak in Hindi? Naiva, Chintanam. Haa, vadatu, vadatu. Hindi bhashayam vadatu, Chintanam. Atra sarvahi jnayate. Thank you, madam. In rupo ko baar baar pahe aur janita cha, what does it mean? और जाने जाने. ओके जाने. हाँ उच्चाई उच्चाई जोर से पढ़ो जोर से पढ़ो जानो जानो अकारांत पुनः पुनः. एक निमिष पुनः पुनः तत् मुख्यम अस्ति तत्र यतो हि पुनः पुनः करामश्चेत् एव कुर्मः सक्षमितां कुर्मश्चेत् ज्ञातुं शक्नुमः. अस्तु नीता भगिनी, चिन्ता नास्ति. परन्तु भवती अपि पठतु. तत्र म्यूट् मध्ये स्थित्वा एव पठतु. यु बी इन् म्यूट् बट् यु रीड् देन् अदर्स् आर् रीडिङ्ग्. विजयमहोदय पठतु. एवं पठतु. अकारान्तः लिङ्गः शब्दः वेदः वेदौ वेदाः क्षत्रियः क्षत्रियौ क्षत्रियाः पुरुषः पुरुषौ पुरुषाः. पठतु. अकारान्त पुल्लिङ्गशब्दः वेदः वेदौ वेदाः क्षत्रियः क्षत्रियौ क्षत्रियाः पुरुषः पुरुषौ पुरुषाः. ईकारान्तः पुल्लिङ्गशब्दः. धन्यवादः कवि. धन्यवादः महोदय. धन्यवादः. म्यूट् मध्ये तिष्ठतु. विशालाक्षी भगिनी पठतु. इकारान्तः पुल्लिङ्गशब्दः कविः कवी कवयः. भगिनी क्षम्यता, नैव. अकारान्तः पुल्लिङ्गशब्दः एव पठतु. अच्छा. अकारान्तः पुल्लिङ्गशब्दः एकवचनं द्विवचनं बहुवचनं. वेदः वेदौ वेदाः क्षत्रियः क्षत्रियौ क्षत्रियाः पुरुषः पुरुषौ पुरुषाः. इकारान्तः पुल्लिङ्गशब्दः कविः कवी कवयः मुनिः मुनी मुनयः. धन्यवादः विजयसङ्ख्य. धन्यवादः. इकारान्तः पुल्लिङ्गशब्दः कविः कवी कवयः मुनिः मुनी मुनयः. अग्रिमं पठतु. ओकारान्तः पुल्लिङ्गशब्दः वायुः वायू वायवः गुरुः गुरु गुरवः. उत्तमं. धन्यवादः महोदय. विशालाक्षी भगिनी उकारान्तः उकारान्तः पुल्लिङ्गशब्दः वायुः वायु वायवः गुरुः गुरु गुरवः ऋकारान्तः पुल्लिङ्गशब्दः भ्राता भ्रातरौ भ्रातरः पिता नैव भ्रातरौ क्षम्यतां भगिनि भ्रातरौ नास्ति भ्रातरौ भ्रातरौ भ्राता भ्रातरौ भ्रातरः पिता पितरौ पितरः कर्ता कर्तारौ कर्तारः धन्यवादः भगिनी तत्र प्रातिपदिकं किम् इति वदतु प्रातिपदिकं भ्राता भ्राता भ्रातरौ भ्रातरः प्रातिपदिकं किम् प्रातिपदिकं What do you want me to tell actually? I don't know. Pratipadakam means? Pratipadakam. Whether it is akaranta or rukaranta or like that? Yeah. That is rukaranta they have given here only. Rukaranta pullinga shabda. Tari vadatu. Tari vadatu. Bhratru. Bhratru. Bhratru. Bhratru. Uttama. Avagatam. Bhratru. पितृ कर्तृ पितृ एण्ड् कर्तृ किमर्थं प्रातिपदिकं प्रातिपदिकं प्रातिपदिकस्य प्रातिपदिकपदस्य किमर्थं ज्ञानम् आवश्यकं यतोहि वन्स् यु नो द रूट् then you can form all the forms, you can derive all the forms. This is all about derivation, okay? This is all about derivation, looking at one and doing many. That is what the beauty of the language is. So, Bhratra, when you see the Rukara over there at the end, whether it is Bhratra, Pitra, Matra, of course that is Sreelingam, but I'm just saying it. I'm just telling you. Tari, Avagatam Kila? Avagatam Kila? Yeah, understood. Immediately then the equation will become Vrata and more than like that. Yeah, that is. Vijay Shanti Mahode Patatu? Rikara Antaha Pulling Shabda. Rikara Antaha Pulling Shabda. Vrata, Vratarau, Vratarah. Pita, Pitarau, Pitarah. Karta, Kartarau, Kartarah. महोदय कर्ता इति शब्दस्य प्रातिपदिकं वदतु कर्तृ उत्तमम् अग्रिमं पठतु आकारान्तः स्त्रीलिङ्गशब्दः माला माले मालाः गदा गदे गदाः अत्र प्रातिपदिकं किम् आ माला माला उत्तमं धन्यवादाः तत्र विशालाक्षी भगिनी पठतु विजयशङ्की महोदय एव पठतु ईकारान्त स्त्रीलिङ्गशब्दः मतिः ईकारान्त यदा वदति क्षम्यतां महोदय यदा वदति तदा ह्रस्व अथवा दीर्घ इति यः श्रोता अस्ति यः श्रोता अस्ति तस्य कृते सुलभं भवनीयं तदर्थम् इकारान्त स्त्रीलिङ्गशब्दः गतिः सोरि मतिः मतिः मतयः तिथिः तिथिः तिथयः तत्र प्रातिपदिकं किं मति मतिः इति शब्दस्य मति मति उत्तमम् उत्तमं गति अपि वक्तुं शक्नुमः गति अस्ति चेत् किं भवति रूपाणि कानि गतिः भवति गतिः गति गतयः उत्तमं धन्यवादः तत्र विशालाक्षी भगिनी आकारान्त आकारान्त स्त्रीलिङ्गशब्दः माला माले मालाः गदा गदे गदाः इकारान्तः स्त्रीलिङ्गशब्दः इकारान्तः मतिः मती इकारान्तः स्त्रीलिङ्गशब्दः मति मतिः मती मतयः तिथिः तिथी तिथयः इकारान्तः स्त्रीलिङ्गशब्दः तिथि उत्तमम् अग्रिमं पठतु ईकारान्तः स्त्रीलिङ्गशब्दः नदी नद्यौ नद्यः भगिनी भगिन्यौ भगिन्यः श्रीः श्रीयौ श्रीयः श्रियः तत्र प्रातिपदिकं किं नदी इति शब्दस्य नदी नदी नदी नदी अग्रिमं पठतु उकारान्तः स्त्रीलिङ्गशब्दः धेनुः धेनू धेनवः रज्जुः रज्जु रज्जवः रज्जुः इत्युक्ते किम् रज्जु मीन्स् उक्तवती इदानीमेव विजयसङ्की महोदय वदतु I think it's rope. Rope. That's correct. Satya. What is it? Dhanyavadah bhagini. Rope. Rope. R-O-P-E. Rope. Yeah, you rope, didn't tell that. Rope. Yeah. Okay. Thank you. Dhanyavadah. Astu. Kshamyata. Aham uktavati iti matavati. Astu. Chinta nasti. Vijay Sankhi Mahoday. Patatu. ईकारान्तः स्त्रीलिङ्गशब्दः नदी नद्यौ नद्यः भगिनी भगिन्यौ भगिन्यः श्रीः श्रियौ श्रियः अग्रिमं पठतु उकारान्तः स्त्रीलिङ्गशब्दः धेनुः धेनू धेनवः रज्जुः रज्जू रज्जवः अग्रिमं पठतु ऊकारान्त स्त्रीलिङ्गशब्दः वधूः वध्वौ वध्वः चमूः चम्वौ चम्वः अग्रिमं पठतु ऋकारान्तः स्त्रीलिङ्गशब्दः माता मातरौ मातरः स्वसा स्वसारौ स्वसारः इदानीम् अत्र वधूः क्षम्यता वधूः इति शब्दस्य प्राक् क्षम्यताम् एकनिमिष एकनिमिष प्लीज़् एक्स्क्यूज़् मी क्षम्यताम् वधूः इति शब्दस्य प्रातिपदिकं किं महोदय वधू वधू ऊकारान्त दीर्घ अस्ति माता इति शब्दस्य मातृ मातृ उत्तमं धन्यवादाः भगिनी विशालाक्षी भगिनी पठतु ऊकारान्त स्त्रीलिङ्गशब्दः वधूः वध्वौ वध्वः चमूः चम्वौ चम्वः वट् इस् chamu? Chamu is an arrangement in the army. It is just like you have that many people in one group, no? Like that only. Chamu is one arrangement. In so you can call it a group? You can call it a group? Yeah. Group in a particular arrangement. Not only a group, it is defined how many people are there. I am not sure about the number now. Okay? But like just like you have Akshohini, etc. Chamu is one group. In the Bhagavad Gita, okay. You read that, no? Yeah. Okay. Then, Rukarantaha Shrilinga Shabdaha Mata Matarau Mataraha Swasa Swasarau Swasaraha Akarantaha Napun Agrimam Patatu अकारान्तः नपुंसकलिङ्गशब्दः नपुंसकलिङ्गः लिङ्गशब्दः अयनम् अयने अयनानि इक् इकारान्तः नपुंस अयनम् इस् फोर्ट् नैट् नो सिक्स् मन्त्स् इकारान्तः नपुंसकलिङ्ग लिङ्गशब्दः दधि दधिनि दधिनि दधीनि उकारान्तः नपुंसकलिङ्गशब्दः वस्तु वस्तूनि वस्तूनि वस्तूनि क्षम्यतां वस्तु वस्तूनि वस्तूनि वस्तूनि या विजयसङ्की महोदय पठतु अकारान्तः नपुंसकलिङ्गशब्दः अयनम् अयने अयनानि इकारान्तः नपुंसकलिङ्गशब्दः दधि दधिनि दधीनि ऊकारान्तः नपुंसकलिङ्गशब्दः वस्तु वस्तूनि वस्तूनि इदानीं महोदय आङ्ग्लभाषायां वदामि दीस् टु फादर्स् These two fathers. These two fathers? What will you say? Katham vadati? Samjhane mein kya kehna chahiye? Abhi, ye do pita agar bolna hai, to kaise bolenge sanskrit mein? These two fathers. तत्र अस्ति किल आन् द सेम् पेज् एतौ पितरौ उत्तमं तदेव तदेव आवश्यकम् अग्रे दीस् मेनी कौ These many cows. Tau dhenavah. Kimartham? Tau kimartham? Sorry. Taha dhenavah. Taha dhenavah. These many mothers or those many mothers. तत्र दीस् एताः इति वदनीयं एताः मातरः उत्तमं दिस् वन् मेन् सः पुरुषः दिस् वन् मेन् दिस् एषः पुरुषः भगिनी तत्र 13 पेज् नम्बर् 13 एषः अस्तु दीस् टु डाटर्स् इन् लॉ दीस् टु डाटर्स् इन् लॉ ते मे यस् विजय तंकी महोदय Devadvau. These two. Ete. Not those two, but... Ete Vadvau. Ete Vadvau. Ete Vadvau. That many munis. Tau munava munayaha. Kimattham tau. Tau kimattham. Many. Many. Ete munaya. Ah, ete munaya. Saha tau te. Astu, dhanyavadaha mahode. Dhanyavada. Avagatam iti. Vishalakshi bhagini vadatu. Those many maces. M-A-C-E. Those many maces. I don't know the word for mace. Tatra pashyatu, tatra eva asti. Kim Hanuman kim dharati? Hanuman kim dharati? Kaam yeah, but dharati. Where is Hanuman? What is the Bhagini word for mace? Hanuman ka kaam dharati? Vijay Tanki Mahoday, vadatu. Gada. Correct. Gada, tatra asti. Asti, tatra. Okay. Prishtheya asti, tadeva prichami. What is there in the book, in the front of you, in the page only? Correct. Yeah, correct. Repeat the question, please. Those many maces. Ete gadaha. Gadha. Ete kimartham? Etaha. Lingam? Rukaranta, no? No, that is Sri Lingam. Okay. Rukaranta kimartham? Gada. Ante kimasti? Akaranta. Correct. Taha gadaha. Correct. जानाति भवति विजयशङ्कि महोदय अपि जानाति अस्तु अग्रे those many curds इकारान्तद पुंसकलिङ्गम् इट् इस् उत्तमम् एतानि दधीनी एतानि दधीनी तानि दधीनी ओ दैट्स दिस गुरु This one guru. Eshaha guruhu. Uttama. Tatra. Two poets. These two poets. These two poets. Kavi. एतौ कवि अवगतमिति मन्ये वदतु एतौ कवि सरि कवि कवि दिस् यु हेव् अण्डर्स्टुड् इस् वाट् ऐ हेव् कन्क्लूडेड् या आदित्यमहोदय इदानीं वक्तुम् इच्छति किम् आदित्यमहोदय नैव न वक्तुमिच्छति, चिन्ता नास्ति. अस्तु, विजयशङ्की महोदय पठतु. पेज् नम्बर् 14. आम्. को भवान्? हु आर् यू? अर्थं वदतु. हु आर् यू, तत्र को किमर्थमस्ति? को, यतोहि वयं तु न पठितवन्तः किल, को न पठितवन्तः. कः, कौ, के? हा, कः अस्ति तत्र, कः भवान् इति प्रश्नः अस्ति. किमर्थं को अभवत्? यतोहि सन्धिकार्यम् अभवत् तत्र. इन् संस्कृतं वेन् टु आल्फबेट्स् आर् टुगेदर् देर् आर् सम् रूल्स्, देर् आर् सम् रूल्स् विच् आर् फालोड्. यु मे फालो दोस् रूल्स् आर् यु मे नाट् फालो द रूल्स् इफ् दे आर् separate. But over here, just for you all to know, when you see ko bhavan, you should know that it is actually kaha bhavan. Artham kim? Kaha bhavan iti vakyasya prashnasya. Artham kim? Who are you? Artha. Haan, artha kaha iti vadadim. Haan, patat. Ucchaihi patata likhata cha. अहं, त्वं, भवान्, भवति. उच्चैः पठत लिखत च इति वाक्यस्य अर्थः कः? Read loudly and write it. अहं, त्वं, भवान्, भवति. अहम् इत्युक्ते किम्? I. त्वं? You. भवान्? मेल् यु. उत्तमं. भवती? फिमेल् यु. हा, इदानीं पठतु. अहं पाण्डवः. आवां पाण्डवौ. वयं पाण्डवाः. अर्थं वदतु. ऐ एम् पाण्डव. We too are Pandav and we all are Pandav. Uttam. Patatu. Agre api patatu. Sarvai karaniyam. Tvam kumbhakarah. Yuvam kumbhakarav. Yuyam kumbhakarah. May I continue? Artham vadatu. You are a potter. You both are potter and you all are potters. Uttamam. Agrimam patatu. Bhavan yodha. Bhavantau yodharau. Bhavantah yodharah. Artham vadatu. You are a fighter. Is it right? Yodha means fighter. Aam, tattam. Satya. Soldier, you can say. Soldier. Soldiers, okay. You are soldier. You both are soldiers. And you all are soldiers. Satya. Agrima. भवती गोपिका. भवत्यौ गोपिके. भवत्यः गोपिकाः. वदतु, अर्थं वदतु. गोपिका विल् रिमेन् सेम् और् इट् इस् द मीनिङ्ग् इङ्ग्लिश् फार् गोपिका. नैव, गोपिका इत्युक्ते आङ्ग्लभाषायां गोपिका एव. ओके. You are Gopika, you both are Gopikas, and you all are Gopikas. Uttam. Dhanyavada hamode. Eva meva Vishalakshi Bhagini Patatu. I'll repeat the same thing, na? Yeah. Ko Bhavan. Kshamitam. Kimartham? Punarekvaram Vadaniyam. Yato hi Abhyasasya आवश्यकता अस्ति. रेपिटिशन् एण्ड् एक्ससैज् इस् वेरि इम्पार्टेण्ट्. तर्हि गृहकार्यं न कुर्मः चेत् तत्र क्लेशः एव भवति. अस्तु, पठतु. को भवान् उच्चैः पठत लिखत च? रीड् लौड्. भवान् को भवान् हू आर् यू? हू आर् यू? तत्र को को किमर्थमस्ति? को इत्युक्ते किम्? बिकास् द प्रातिप पदकम् इस् कः? नोट् प्रातिपदिकं महोदय. प्रातिपदिकं महोदय इस् किं? प्लीस् अण्डर्स्टाण्ड्. को इस् बिकास् देर् इस् अ सन्धि, बट् एक्चुलि इट् इस् कः. कः भवान्? Then what is the pratipadakam for this? Kim, Kim. Kim. You have already done it. Yeah, you have already done it. You don't remember it. So we have done it. Kim. Okay. Chintanati. Shanai shanai agachati. Tatra Bhagavad Gita yam asti kila. Shanai shanai. Shanai, yes. Yes, yes. Ucchaihi patata likhata cha. Read loud and write. Aham. त्वं भवान् भवती. अहम् इस् ऐ, त्वम् इस् अहम् इस् ऐ, त्वम् इस् यू, भवान् इस् मेल् यू, एण्ड् भवती इस् फीमेल् यू, फीमेल् जेण्डर्. अहं पाण्डवः. आवां पाण्डवौ. वयं पाण्डवाः. ऐ एम् अ पाण्डव. तत्र लिङ्गं किम्? पाण्डवः द पाण्डव. अहम् इति शब्दस्य अहम् इति शब्दस्य लिङ्गं किम्? अहं पुल्लिङ्ग. नो, ओवर् हियर् इट् इस् पुंलिङ्ग, बिकास् वि आर् सेयिङ्ग् अहं पाण्डव. बट् अहं बै इट् सेल्फ् यु विल् नाट् नो द जेण्डर् अन्लेस् यु पुट् द नाम, बिकास् इट् इस् अ प्रोनाम्, सर्वनाम अस्ति. तत्र लिङ्गभेदः नास्ति. अहम्, आवां, वयं. There is no linga bheda for the word. Unless you put a noun over there, you will not know. Okay. Aham pandavaha. Avam pandavau. Vayam pandavaha. I am a pandava. I am a pandava. You two are pandavas. Why you two? We both and they all. Why they? Aham, aham, aham. When you say I, we all, we all, we are. You have to remember that. Aham Pandavaha, avam Pandava, vayam Pandavaha. Agre patatu. You both and we are. Okay. Tvam. त्वं कुम्भकारः. युवां कुम्भकारौ. यूयं कुम्भकाराः. यु आर् अ पाटर्. यु बोत् आर् पाटर्स्. यु आल् आर् पाटर्स्. भवान् योद्धा. भवन्तौ योद्धारौ. भवन्तः योद्धारः. You are a soldier. You two are soldiers and you all are soldiers. Uttamam. Tatra pratipadikam kim? Yodha iti shabdasya pratipadikam kim? Yodha. It will be akar, alva? Naiva. Akaranta. Naiva. Naiva. Rukaranta. Rukaranta. Rukaranta. Rukaranta. Rukaranta. Pumling Shabdaha. Shabdaha. Sari, kim? Pratipadikam. Pratipadikam kim? Yodhru. Yodhru. Yodhru. Uttamam. Yodhru. Uttamam. Agrimam. Agrimam patata. Bhavati Gopika. भवत्यौ गोपिके. भवत्यः गोपिकाः. you are a Gopika, you both are Gopikas, you all are Gopikaah, you all are Gopikas. Uttamam. Idanim kridamaha. Let's play a game. Astu Vishalakshi bhagini vadatu. You both are gurus. You both are gurus. You both are gurus. Avam guru. Guru. You both. You both. You both. Yes. We both. You both. You both. You am. You am guru. Guru. Uttamam. Uttamam. Okay. We all are cows. We. We all are cows. Cows is Dhenu. Dhenavaha. Ta. Taha comes there. Taha. We all. Bhagini, we all. We all. Vijay Sanki Mahoday, Valatu. Vayam Dhenavaha. Uttamam. Dhanyavada Mahoday. Vishalakshi Bhagini, Avagatam? Avagatam? Yeah. Good night. Yes, yes. Understood, understood. विशालाक्षि भगिनी वदतु. यु बोत् मेल् अक्षत्रियस्. यु बोत् मेल् अक्षत्रियस्. You both male. I am specifying. Avam Kshatriyo. Kimartham, you both iti uktavatiyam. You both, and I am specifying the gender. Bhagini, you have to understand that aham is I, there is no gender differentiation. Tvam is you. Yeah. There is no gender differentiation. Ekanimisha, shunotu. Bhavan is you. There is a gender differentiation. Bhavati is you. There is a gender differentiation. So when I say gender differentiation, then, and I say you both are Kshatriyas, then which is the one which you have to use? Bhavantau. इदानीम् अवगतम्. दिस् कन्सेप्ट् इस् वेरि वेरि इम्पोर्टेण्ट् भवन्तौ. भवन्तौ क्षत्रियौ. उत्तमम् उत्तमम्. अग्रे. बट् हियर् यु सेड् त्वं युवाम् एण्ड् यूयम् आल्सो यु सेड् दट् देर् इस् नो gendered because discrimination because of the it is a pronoun. It is a pronoun, but that is the difference over here. These are extra pronouns in Sanskritam. You can say that. You can say that this is okay. One way, just you say aap over there, aap over here, there aap is with respect, and so here bhavan bhavantav is a way of saying. Okay. And okay. Here there is a so Bhavan has got a gender differentiation. Yeah, Bhavan has Bhavan, Bhavati and all. But that is why you said you male, right? Yeah, yeah, correct. Huh. Why did you say? Because there is a gender differentiation. Okay. Understood. That I understood. Okay. Now one more. We all are Gopikas. We all are Gopikas. That is, we all bhavatyaha gopikaha. नैव भगिनि, द्विजे सङ्ख्ये महोदय, वि आल्, वि आल्, वयं गोपिकाः. भवत्याः गोपिकाः देन् यु आल् आर् वाट् इस् द मीनिङ्ग् यु आल् आर् यु आल् आर् यु आल् आर् वै बिकास् इट् इस् the bahuvachanam form of bhavati. Okay, okay, okay, okay, okay. Now you say we are all students. Okay. We are all students. We are all students. Vayam chatrau. Chatraho. What is the last word? छात्राः वै छात्र अकारान्त उम्लिङ्ग् शब्दः छात्रः छात्रौ छात्राः अथवा छात्रा छात्रे छात्राः फीमेल् सो भगिनि तत्र अभ्यासस्य आवश्यकता अस्ति सम् सेल्फ् स्टडि इस् डेफिनेट्लि रिक्वायर्ड् तर्हि अभ्यासं करोतु अभ्यासं करोतु सम्यक् अभ्यासं करोतु सम्यक् अभ्यासं करोतु अस्तु महोदय विजयं धन्यवादः भगिनि धन्यवादः धन्यवादः धन्यवादः विजय सङ्की महोदय वदतु यु बोत् आर् ब्रदर्स् युवां भ्रातरौ तत्र विद् जेण्डर् डिफ्रेन्सियेशन् भवान् भवान् इति शब्दस्य प्रयोजनं कुर्मः करणीयं किल इफ् ऐ से युवां भ्रातरौ यु विल् कम् टु नो बिकास् यु नो वाट् इस् भ्रातरौ बिकास् भ्राता इस् ब्रदर् बट् इफ् यु वाण्ट् टु पुट् द प्रोनौन् आल्सो वित् अ जेण्डर् डिफ्रेन्सियेशन् देन् भवन्तौ भ्रातरौ उत्तमम् we are reverse vayam nadyah vayam nadyah okay this question even though it comes to me I just want to nirmadhye tishtatu nirmadhye tishtatu tari I have asked this question only because I want to know whether you all have understood the concept tari idani dasha nimishah santi tari abhyasam kurmah vijay sankhi mahoday arambham karotu etani rupani abhyasam उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत अर्थं वदतु फिल् इन् द ब्लाङ्क्स् सी एक्साम्पल् भवान् सारथिः भवन्तौ सारथी भवन्त्यः भवन्तः सारथयः भवान् शिष्यः भवन्तौ शिष्यौ भवन्तः शिष्याः भवान् दाता उत्तमं भवन्तौ दातारौ उत्तमं भवन्तः दातारः भवती गायिका भवत्यौ गायिके भवत्यः गायिकाः विशालाक्षी भगिनी अग्रिमं करोतु भवती भवती सखी इज़ इट करेक्ट भवत्यौ सख्यौ या भवत्यौ सख्यौ भवत्यः सख्यः उत्तमं प्रातिपदिकं किं सखी उत्तमं कीदृशं पदं कीदृशं पदम् अन्ते किम् अस्ति इकारान्तः स्त्रीलिङ्गशब्दः ईकारान्तः इति वदनीयम् ईकारान्तः स्त्रीलिङ्गशब्दः अग्रिमं करोतु भवती माता उत्तमं भवती माता भवत्यौ मातरौ भवत्यः मातरः उत्तमम् अग्रिमम् अहं सैनिकः भगिनि एकनिमिषम् अत्र षष्टमतम वाक्यस्य तत्र अर्थं वदतु भवती माता भवत्यौ आर् अ मदर् यु आर् अ मदर् यु आर् यु टु आर् मदर्स् यु आल् आर् मदर्स् वेरि गुड् उत्तमम् अग्रिमं करोतु अहं सैनिकः आवां सैनिकौ वयं सैनिकाः यु आर् सोल्जर् यु आर् अ सोल्जर् यु टु आर् किमर्थं सोरि सोरि ऐ एम् अ सोल्जर् वि टु आर् सोल्जर् वि आर् सोल्जर् किञ्चित् समयं स्वीकृत्य वदतु चिन्ता नास्ति अग्रे ऐ केन् यूस् एनिथिङ्ग् देर् नैव नैव तत्र आचार्यौ दत्तमस्ति किल न आचार्य नै ऐ थाट् ऐ वेण्ट् टु द अदर् वन् ओके ओके अहम् आचार्यः उत्तमम् आवाम् आचार्यौ वयम् आचार्याः उत्तमम् अर्थं वदतु ऐ एम् प्रीस्ट् वि टु आर् प्रीस्ट् वि आर् प्रीस्ट् वि आल् आर् उत्तमम् उत्तमं वि आल् आर् अग्रिमं करोतु अग्रिमं करोतु अहं भवती ऐ विल् से भवती नथिङ्ग् इस् गिवन् देर् यु केन् यूस् एनिथिङ्ग् वक्तुं आं सत्यं सत्यं भवती अधिवक्ता वाट् इस् अधिवक्ता अधिवक्ता इस् द पर्सन् हू इस् द चीफ् आफ् द स्पीकिङ्ग् कान्फरेन्स् यु केन् से अधिवक्ता द चीफ् टाकर् द चीफ् स्पीकर् द फस्ट् स्पीकर् लैक् देट् ओके भवती अधिवक्ता भवत्यौ अधिवक्ते भवत्यः अधिवक्ताः अस्ति किम् अधिवक्ते अस्ति किं माता मातादिकं मातरौ अधि हा लैक् देट् ओन्लि वट् इस् इट् अधिवक्ताधिकम् इट् इस् रुकातारौ यस् then it is that is how you have to rukara because at the end pita achha achha yeah pita okay, mata bhrata okay. all of them are ending in ta right so that's how you have to derive it derivation okay okay okay rukara rukara adhivaktrau भवत्यौ अधिवक्त्रौ भवत्यः अधिवक्तरः अधिवक्तरः अग्रिमं करोतु. त्वं कौन्तेयः युवां कौन्तेकारौ. किं किमर्थं क किमर्थं कौन्तेयः कीदृशं पदं कौन्तेयः कीदृशं पदं सन् आफ् कुन्ती कौन्तेयः सन् आफ् कुन्ती करेक्ट् बट् सी द वर्ड् दट्स् वै ऐ टोल्ड् यू यू केनाट् यू हेव् टु सी द वर्ड् कौन्तेयः पुरुषः क्षत्रियः रामः तत्र कीदृशं पदं लिङ्गं किं पुल्लिङ्गं पुल्लिङ्गम् इदानीं तत्र अन्ते कः स्वरः अस्ति यः सो विच् इस् अ स्वर विच् इस् अ वावल् विच् इस् देर् अट् दि एण्ड् विजयथं किं महोदय इस् नाट् अ वावल् अ इस् अ वावल् विजयथं किं महोदय वदतु अस्ति अस्ति या सो युवां रामः रामौ रामाः कौन्तेयः कौन्तेयौ अच्छा अच्छा कौन्तेयौ ओके युवां कौन्तेय यूयं कौन्तेयाः Did you understand okay, how okay. to derive? It is important to understand. Yeah, yeah, yeah. Kaunteyah, okay? So, okay. Yaha, you have to think. You have to think. Tattar, Pumlenge asti. Pumlenge asti, ante kaha swarah. You don't have to include the visarga. So, ante kaha swarah, a asti. A, purusha, Pumlenge, kim asti? Ramahavat, Ramahavat. So, Ramahavat, Ramahavat. Eva, chintaniyam. एवं चिन्तनीयम् अस्तु धन्यवादः धन्यवादः विजयकन्ति महोदय अहं गुरुः गुरवः उत्तमम् अग्रिमम् त्वं नायकः युवां नायकौ यूयं नायकाः अहं भक्तः वयं भक्तौ वयं अहम् आवां भक्तौ वयं भक्ताः अग्रिमम् अहं शिष्यः आवां शिष्यौ वयं शिष्याः त्वं बुधः युवां बुधौ यूयं बुधाः त्वं सेनापति त्वं सेनापतिः यूयं सेनापतिः युवां युवां सेनापतयौ नैव नैव पश्यतु त्रयोदशतमे पुटे पश्यतु कविः कवी कवयः मुनिः मुनी मुनयः अत्र सेनापतिः पतिः इति इकारान्त पुंलिङ्ग् शब्दः अस्ति सो युवां पति युवां सेनापति यूयं सेनापतयः उत्तमम् उत्तमम् अवगतमिति मन्ये किञ्चित् अभ्यासं कुर्वन्तु अत्र स्थापयामः अनेके धन्यवादाः पुनर्मिलामः धन्यवादः. धन्यवादः.